नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्य नूतनपाठः अदादिगणे अजन्तदातवः इति पाठः, तस्य आरम्भं कुर्मः अद्य. तत्र अदादिगणः इति द्वितीयगणसमूहः अस्ति. भुआदिगणः इति दृष्टवन्तः, अदादिगणः इति द्वितीयगणसमूहः. तत्र यद्यपि द्वितीयगणसमूहः, परन्तु अनदन्तम् अङ्गम् इति कृत्वा तद् यद्वयं गणद्वयेन विभजितम्, अदन्त गणः अनदन्तगणः इति. तत्र अनदन्तगणेषु एकतमः अदादिगणः इति. तत्र किं भवति इति पश्यामः. तत्र पाठः द्विविधा विभक्तमस्ति. अदादिगणे अजन्तदातवः इति एकः पाठः, अदादिगणे हलन्तदातवः इति अन्यपाठः अस्ति. प्रथमम् अदादिगणे अजन्तदातवः, जुहोत्यादिगणे अजन्तदातवः दृष्ट्वा वयं धातुपाठे हल्सन्धिः इति किञ्चित् कुर्मः. अनन्तरमेव अदादिगणस्य हलन्तदातवः विषये चिन्तनं भविष्यति. अतः अस्मिन् पाठे अजन्तदातवः, केवलम् अजन्तदातवः विषये एव अस्ति. अस्तु, तद् पठामः. अस्तु, राजेन्द्रमहोदय आरम्भं करोति वा? अदादिगणे अजन्तदातवः. अदादिगणे द्विसप्ततिः धातवः सन्ति. यथा सर्वेषु गणेषु कर्तृ अर्थके सार्वधातुकृते परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा अधिप्रभृतिभ्यः शपः इत्यनेन शप् लुक् लोपः भवति. तस्य शप् प्रत्ययस्य लुक् अतः व्यवहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति. अदादिगणे द्विसप्ततिधातवः सन्ति. यथा अन्येषु गणेषु वयं दृष्टवन्तः, अत्रापि कर्तर्थके सार्वधातुकृते परे कर्तरि शप् विहितः अस्ति, इत्यनेन शप् विहितः अस्ति. तदनन्तरम् अधिप्रवृत्तिभ्यः शपः इत्यनेन शप् लुक् भवति. तत् कारणात् तत् व्यवहारित्वेन वयं वक्तुं शक्नुमः अत्र कोऽपि विकरणप्रत्ययः नास्ति. वस्तुतः स्थितिः भिन्न अस्ति. अत्र आगत्य तत्र शप आगत्य तत्र लुक् भवति, तस्य लोपः भवति. समीचीनम्. अग्रे अपि पठतु महोदय सूत्रम्. अधिप्रवृत्तिभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति. अधिप्रवृत्तिः येषां ते अधिप्रवृत्त्यः बहुव्रीहिः तेभ्यः अधिप्रवृत्तिभ्यः पञ्चमेऽन्तं शप् षष्टिमेऽन्तं द्विपदं सूत्रम्. न्यक्ष् त्रियार्षणितौ यूनि लुग्निनौ इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अधिप्रवृत्तिभ्यः शपः लुक् उपाधि. अत्र अधिप्रवृत्तिभ्यः शपः सूत्रेण तत्र शप् प्रत्ययः आगच्छति. तदनन्तरं तस्य लोपः भवति, लुक् भवति. अत्र तस्मात् कारणात् तत्र मध्ये कोऽपि विकरणप्रत्ययः नास्ति, यतोहि तस्य लोपः लुक् भवति. समीचीनम्. अद् इति धातुः, अधिप्रभृतिभ्यः शपः अति, अद् इति आरभ्य प्रभृतिभ्यः, अन्ये अदादिगणीयधातवः अस्ति चेत् तत्र शप् आगच्छति एव. यदा वयं पूर्वं दृष्टवन्तः कर्तरि शप् इत्यनेन सर्वत्र शप् विहितः भवति एव, परन्तु तस्य लोपः भवति इति वदति महोदय. अत्र सूत्रसङ्ख्या किम् इति वदति वा? अत्र द्वितीय अध्याये चतुर्थ पादे द्विसप्ततिः सूत्रमस्ति. समीचीनम्. अत्र लोपप्रकरणम् इति एकमस्ति पुस्तकम्, अष्टाध्यायी पुस्तकं पार्श्वे अस्ति चेत् तत्र लुप्तप्रकरणम् इति 42 इति किल, 52 द्विपञ्चाशत् इति तमे पुटे अस्ति, तत्र लुप्तप्रकरणम् इति तत्र एव यद् सूत्रं भवान् इदानीं पठितवान् किल, न्यक्षत्रियार्षिणितो यूनि लुङ्णिनोः इति सूत्रात् आरभ्य लुप्तप्रकरणस्य आरम्भं भवति. अष्टपञ्चाशत् अस्ति, अष्टपञ्चाशत् सूत्रमस्ति. न्यक्ष्त्रियाश्रण्यतो यूनि लुक् यतः तत् सूत्रात् तत् लुक् लुक् अनुवृत्तिः भवति, लुक् लुक् तस्य अनुवृत्तिः भवति, तत्कारणात् शफ लुक् भवति. अस्माकं सूत्रं तु द्वि सप्ततिः अधिप्रभृतिभ्यः शपः इति, तदेव तद् प्रकरणमेव पूर्णतया कियत् पर्यन्तं पञ्च अशीति पर्यन्तं प्रकरणम् अन्तप्रयत्नं तत् अस्ति. आम् तत् पर्यन्तं लुप्तप्रकरणम् इति अस्ति. परन्तु अस्माकं यद् सूत्राणि वयम् इदानीं पर्यन्तं पठितवन्तः विकरणप्रत्ययनिमित्तिकसूत्राणि, तत्तु अग्रिमपुटे पञ्चपञ्चाशत् किल, पञ्चपञ्चाशत्तमे पुटे अस्ति. तत्र शप् प्रत्ययः कर्तरी शप् इत्यनेन विकरणप्रत्ययः दिवादिभ्यः श्यन् स्वादिभ्यः श्नुः, अनन्तरं तुदादिभ्यः शः स्वादिभ्यः श्नम्, तनादिकृङ्भ्यः उः क्रयादिभ्यः श्ना, तद् पर्यन्तं वयं पठितवन्तः किल, तत्सर्वम् अत्र अस्ति. लुप्तप्रकरणे लोपविधायकसूत्राणि, परन्तु अस्माकं विकरणप्रत्ययनिमित्तिकसूत्राणि तु अग्रिम अग्रिम इति न तद् सूत्र अग्रिमपुटे अस्ति, परन्तु पादः तु 3-1 इति. तद् स्मरणे वक्तव्यं लुक् इति अस्ति, लोप इति अस्ति, श्लू भिन्नभिन्नस्थलेषु अस्ति, अग्रिमपरिच्छेदः तदेव. अस्तु तत् पठामः. अस्तु भवान् एव पठतु महोदय, अत्र प्रश्नः उदेति. अहं वा? आम् आम्. अत्र प्रश्नः उदेति यत् लोप लुक् इत्यनयोः भेदः कः. द्वाभ्यां प्रत्ययस्य अपगमनं, लोपः इत्युक्ते प्रत्ययः गतः परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति. एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणं, प्रथमाध्यायस्य प्रथमपादस्य द्विषष्टि सूत्रमस्ति. अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्ति एव. लक्षणमस्ति इत्युक्ते लुप्तः प्रत्ययः यद्यपि न दृश्यते परन्तु तस्य प्रभावम् अनुसृत्य यत्किमपि कार्यं प्रसक्तम् अस्ति तत् कार्यं भवति इति अस्ति. अत्र लोप अपि च लुक् इत्यस्य द्वाभ्यां सूत्राभ्याम् अपगमनं भवति, परन्तु यत्र लोपः इति उच्यते तदा तत्र भेदः अस्ति इति दत्तमस्ति अत्र. यद्यपि तत्र अदर्शनं लोपः इति, परन्तु यद्यपि त न दृश्यते तस्य कार्यं भवति एव इति अस्ति, तस्य प्रभावः भवति पद सिद्धि प्रक्रियायाम् इति किमपि अनुसृत्य यत् किमपि कार्यं प्रसक्तमस्ति तत् कार्यं भवति एव इति अस्ति तत् प्रभावेन. अग्रे पठामि. लोपः इति दत्तमस्ति चेत् लोपः इति दत्तमस्ति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमस्ति. प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्टितत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इति अस्ति. यद्यपि प्रत्ययस्य लोपः भवति, अदर्शनं भवति, परन्तु तस्य कार्यं भवति एव इति दत्तमस्ति अत्र. आम्, तत्र यद् कार्यं लोपः इत्यनेन विहितः तद् कार्यं प्रत्ययलोपे प्रत्ययलक्षणं, यद्यपि लोपः भवति तदाश्रितकार्यं किमपि अङ्गकार्यं भवेत् किल, वयं तु सर्वदा दृष्टवन्तः तादृशं कार्यं तु भवति एव. एकम् उदाहरणम् अस्माकम् इत्संज्ञाप्रकरणे यद् किमपि वयम् इत् इति कृतवन्तः, उपदेशे अजनुनासिक इत् वा हलन्त्यम् इति वा, तत्र विधिसूत्रमस्ति तस्य लोपः इति. यद्यपि तद् इत्संज्ञा अदर्शनं, तद् अदर्शनं जातं, तदापि तस्य लोपः इत्यनेन एव तद् कार्यं विहितं किल. तादृशं लोपः इत्यनेन यत्किमपि अदर्शनमस्ति, पित् अस्ति चेत् पित् न तत्र पित् पकारस्य लोपः भवति परन्तु गुणः भवति समीचीनं, तदेव तादृशम् एव. अन्यदपि एकम् अस्ति, तत्र प्रायः अस्मिन् करपत्रे नास्ति परन्तु अहम् अत्र अष्टाध्यायी डाट् काम् मध्ये दृष्टवती, यदि केवलं लोपः इति शब्दस्य प्रयोगं कृत्वा वयं प्रत्ययलोपः कुर्मः चेत् तत्र अन्त्यस्य एव अलोन्त्यस्य इत्येन प्रत्ययस्य केवलम् अन्तिमवर्णस्य लोपः भवति. परन्तु यदि लुक् श्लु लुप् एताभ्यः यदा वयं स्वीकृत्य लोपः कुर्मः चेत् सम्पूर्णप्रत्ययस्य लोपः भवति. तत्तु इदानीमपि वयं दृष्टवन्तः अधिप्रभृतिभ्यः शपः इत्यनेन सम्पूर्णशप् इत्यस्य लोपः भवति. किमर्थम् इत्युक्ते तत्र तु शपः लुक् इति दत्तमस्ति, शपः लोपः इति न दत्तमस्ति. प्रायः तादृश उद्देशं कृत्वा एव पाणिनिना भिन्नभिन्नसंज्ञाः कृताः इति चिन्तयामि. किमर्थं लोपः इति एकः संज्ञा, लुक् श्लु लुप् इति भिन्नभिन्नसंज्ञा. लोपः इत्युक्ते प्रायः तस्य मनसि अस्ति यद् अन्त्यवर्णस्य एव प्रत्ययस्य केवलम् अन्त्यवर्णस्य लोपः कुर्मः. यदि लुक् श्लु लुप् इति किमपि एकं स्वीकुर्मः चेत् तत्र भिन्नभिन्नकार्यं सम्पूर्णस्य प्रत्ययस्य लोपः अनन्तरं तद् आश्रितकार्याणि भवेत् इति तस्य चिन्तनम्. सीक्रेट् कोड् अस्ति, कोड् एव, किं करणीयम् किं करणीयमिति. अथवा सर्वदा भ्रमः एव भवति किल, लोपः इति एकस्मिन् स्थले एकं कार्यम्, अन्यस्मिन् स्थले अन्यकार्यम् इति. अग्रिमवाक्यमपि पठतु महोदय. तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति. लुक् न तथा, प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यम् अपि न स्यात्. तद्विधायकसूत्रम् अस्ति न लुमताङ्गस्य इति अस्ति. अत्र दत्तमस्ति लोपः कृते लोपे जाते प्रत्ययलक्षणं तिष्ठति अतः कार्यं भवति, परन्तु लुक् यदा प्रत्ययस्य लोपः लुक् इत्यनेन भवति अदर्शनं भवति तदा तदाश्रितकार्यमपि न भवति इति. केवलं प्रत्यय अपि गच्छति तदाश्रितकार्यमपि गच्छति इति अस्ति. तद् विधायकसूत्रमस्ति न लुमताम् अङ्गस्य इति, न लुमताम् अङ्गस्य अग्रिमं सूत्रमस्ति, पठनीयं वा? आम् आम् आम् अस्तु. न लुमताङ्गस्य प्रथम अध्यायस्य प्रथमपादस्य त्रिषष्टितमसूत्रमस्ति, त्रिषष्टिः त्रयस्षष्टिः. यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्यय अदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकारस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता अस्तु. तृतीयविभक्ति तेन लुमता न अवयपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तम् त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न, अत्र न लुमता अङ्गस्य इति अत्र लुमान् यस्मिन् लु लु इति अस्ति तेन तेन लु इत्यनेन शब्देन प्रत्ययदर्शनं विहितं चेत् तत् लुमतां लुमान् इति उच्यते. अतः लुमता येन लुमता लुमता लुमता इदानीं आदर्शनं कृतं चेत् लोपः क्रियते चेत् प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न भवति इति एतत् सूत्रं वदति. एतत् अपवादसूत्रमस्ति निषेधसूत्रमस्ति वा पूर्वस् न न अपवाद प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यद् कार्यं विधीयमानं तस्य अपवादसूत्रमस्ति अपवादसूत्रम् एव तद् न करोति तद् मास्तु इति एतत् सूत्रं वदति यद् विधीयमानम् अङ्गकार्यं तत्र न भवति. लुमान् इत्युक्ते अन्य अन्येषां प्रत्ययानां भवति वा तत्र तद् लुक् श्लू लुप् इति यद् त्रीणि अस्ति किल त्रयाणाम् अस्ति ग्रहणं भवति तिस्रः संज्ञाः तत्र लू इति अस्ति किल लुक् इत्यत्र लू अस्ति श्लू इत्यत्र लू इति अस्ति लुप् इत्यत्र लू इति अस्ति तस्य नामकरणमेव लुम् लु अनन्तरं लुमता इति अस्माकं लुमान् इति मतुप् प्रत्ययः यस्य अस्मिन् अस्ति इति लुमता इति भवति लुमान् लुमता तत्र यद्यपि तत्र लुक् श्लू लुप् इति इत्यनेन लोपः भवति तत्र प्रत्यय आश्रित किमपि अङ्गकार्यं सर्वदा स्मर्तव्यम् अत्र यत्र लुमत् न लुमता अङ्गस्य इत्यनेन आश्रितम् अङ्गकार्यं प्रत्ययस्य आश्रितम् अङ्गकार्यमेव न भवति अन्यत् कार्यं सर्वाणि सन्ति चेत् तत्तु भवति एव प्रत्यय आश्रित अङ्गकार्यं न भवति तद् स्मर्तव्यं किमर्थम् इत्युक्ते यदा वयम् अग्रे गच्छामः तत्र वयं चिन्तयामः एतत् कार्यं तु भवति एव किमर्थं न लुमताङ्गस्य इति उक्तवन्तः इति प्रत्यय आश्रित यद् अङ्गकार्यमस्ति तदेव न भवति तद् बहु मुख्यबिन्दुः अस्ति शप् निमित्तीकृत्य अङ्गकार्यं गुण इति तद् न भवति अत्र तद् न भवति यत्किमपि वृद्धिः वा गुणः वा तदेव न भवति अन्यत् किमपि कार्यम् उद्दिष्टमस्ति चेत् तत्तु अवश्यं भवति एव प्रत्ययनिमित्त आश्रित अङ्गकार्यं न भवति तद् पदं बहु मुख्यमस्ति प्रत्ययाश्रित अङ्गकार्यं तत्तु न भवति इति अस्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यद् अङ्गकार्यं निर्दिष्टम् अस्ति यद्यपि लोपः भवति तदापि भवति न लुमता अङ्गस्य इत्यनेन विधीयमानम् अङ्गकार्यं न भवति तावदेव भेदः द्वयोः सूत्रयोः अस्तु अग्रे पठामः अरुणा भगिनी पठति वा आं भगिनि अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीया विभक्त्यन्तं रूपम् इदं मतुप् प्रत्ययान्तं प्रथमाविभक्तौ लुमान् मतुप् प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा स लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् स्लु लुक् च इति इदं सूत्रं व्यक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति अनुवृत्तिसहितसूत्रं तथैव यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमता अङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कश्चित् प्रत्ययः अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवति अर्हति. प्रयत्नं करोमि भगिनि. लुमता न लुमता अङ्गस्य इति सूत्रं संज्ञासूत्रं भगिनि न तत्र न लुमता अङ्गस्य इति संज्ञासूत्रं नास्ति तत्र. तद् लुमान् इत्यस्य संज्ञा न करोति. अन्यत् किं भवितुम् अर्हति भवती वदतु. लुमता इति लुमत् प्रातिपदिकस्य तृतीयविभक्षन्तरूपम्. इदं मतु प्रत्ययान्तम् समये प्रथमाविभक्तौ लुमान् इति रूपं भवति. मतु प्रत्यय योजितेन अर्थं का कथम् इति अत्र दत्तम् अस् मतु प्रत्यययोजनेन अर्थः अस्य अस्मिन् वा. उदाहरणं बुद्धिमान् इति उक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान्. तर्हि लु अस्य अस्मिन् वा स लुमान्. अहं न अवगतं भगिनि अत्र व्याकरणे अत्र न व्याकरणे तत्र कुत्र न अवगतम् इति उक्तवती भगिनि. तत्र यदा बुद्धिमान् मतु प्रत्यय अहं जानामि अवगतं समीचीनं. ततः तर्हि लु अस्य अस्मिन् वा सः लुमान् किमर्थम्? अस्तु तत्र प्रथमम् उदाहरणं वदति. तत्र लुमान् न लुमता अङ्गस्य इत्यत्र लुमत् इति अस्ति. तद् प्रातिपदिकमस्ति. तस्य प्रातिपदिकस्य तृतीयाविभक्ति अन्तं रूपम् अस्ति लुमता इति. समीचीनं. तत्र लुमता इत्युक्ते तद् मतुप् प्रत्ययः. लुमत् इत्युक्ते मतुप् प्रत्ययस्य प्रथमाविभक्तिरूपं किं भवति? लुमत् इति प्रातिपदिकां, लुमान् इति प्रथमाविभक्ति. समीचीनं. लुमान् इत्यस्य अर्थः कः? लु अस्य अस्मिन् अस्ति. समीचीनं तदेव. लु अस्य अस्मिन् वा सः लुमान्. अस्य वा भवतु अस्मिन् वा. षष्टिविभक्ति केचन स्थलेषु षष्टिविभक्तिः स्वीकरोति, केचन स्थलेषु सप्तमी स्वीकरोति. अतः एव वा अस्य अस्मिन् वा सः लुमान्. लु इति वा षष्टि अन्तं वा सप्तमी अन्तं वा. बुद्धिमान् इति यदा वदामः बुद्धि अस्य अस्मिन् वा अस्ति सः बुद्धिमान्. तादृशमेव लु अस्य अस्मिन् वा अस्ति सः लुमान्. अवगतं वा तत्? इदानीं लुमतः इति त्रिविधाः लुक् लु लुप् इति. इदं सूत्रं वक्ति यत् येन आदर्शेन भवति सः आदर्शनं भवति सः लुमान् अस्ति चेत् तत् लुमा इति वक्तुम् अस्ति चेत् प्रत्यय लोपः भवति. परन्तु प्रत्ययलोपे प्रत्ययलक्षणं सूत्रं न कार्यं करोति. केवलं लुक् इति वदनेन केवलं आदर्शनं भवति, अङ्गकार्यं न भवति. अङ्गकार्यनिमित्तम् अङ्गकार्यं न भवति. प्रत्ययनिमित्त अङ्गकार्यं न भवति लुक् इति वदनेन. लुक् लोपः इति वदति चेत् प्रत्ययलोपे प्रत्ययलक्षणमेव प्रत्ययकार्यं करोति. तदाश्रितं प्रत्यय आश्रितम् अङ्गकार्यं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन भवति. परन्तु यदा लुमन्तः सन्ति चेत् लुमन्तः इत्युक्ते लुक् श्लु लुप् अनयोः केच किमपि एकमस्ति चेत् तत्र न लुमताङ्गस्य इत्यनेन प्रत्यय आश्रित अङ्गकार्यं न भवति. तावदेव वदति भगिनि. एक सन्देहः भिन्नः लुप् अपि भिन्नः प्रत्ययः. आं न भिन्नः इति न, तस्य कार्यमेव भिन्नं. तदेव अहम् उक्तवती किल, कश्चन स्थलेषु सः लोपः इति पाणिनिः वदति, कश्चन केचन स्थलेषु लुमान् वा लुक् श्लू लुपः किम् अस्ति लुप् इति वदति. तत्र यदा महोदय इदानीम् उक्तवान् रघुपतिमहोदय, तत्र एकः कोड् अस्ति, तद् दृष्ट्वा वयम् अवगन्तुं शक्नुमः कार्य भिन्नभिन्नकार्याणि भवन्ति इति. तावदेव. भवती एव अग्रे अपि पठतु भगिनि, आहत्य लोपप्रकरणे. आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः, लोपसंज्ञा अदर्शनं विहितं, संज्ञया अदर्शनं विहितं, प्रत्ययस्य लुक् स्लू लुपः, लुक् स्लू लुप् इत्याभिः तिष्ठ्रुभिः संज्ञाभिः अदर्शनं विहितं, प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलुप्ते तदाश्रितं कार्यं स्यात्, न लुमताङ्गस्य इति सूत्रेण लुमता शब्देन लुप्ते तन्निमित्त अङ्गकार्यं न स्यात्, तदेव वयं चर्चितवन्तः. प्रथमसूत्रात्र लोपप्रकरणे चत्वारि सूत्राणि सन्ति. प्रथमं सूत्रम् अदर्शनं लोपः, तदेव संज्ञासूत्रं लोपसंज्ञा अदर्शन इति विहितं. द्वितीयसूत्रं प्रत्ययस्य लुक् स्लू लुपः, लुप् स्लू लुप् इत्याभिः त्रिषुभिः संज्ञाभिः अदर्शनं विहितं. तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम्, अत्र प्रत्ययलुप्ते अपि तदाश्रितम् अङ्गकार्यं स्यात्, न लुमता अङ्गस्य इति सूत्रेण लुमता शब्देन लुप्ते तान्निमित्त अङ्गकार्यं न स्यात्, तदेव वयं चर्चितवन्तः. अतः अदर्शनं लोपः इति कीदृशसूत्रं भगिनि? संज्ञासूत्रं भगिनि. भवती प्रत्ययलोपे प्रत्ययलक्षणम् इति पृष्टवती, इदानीं सम्यक् वा इति पश्यतु. प्रत्ययस्य लुक् श्लू लुपः इति कीदृशसूत्रं? संज्ञासूत्रम् येन त्रीणि तिस्रः संज्ञाः विहिताः, लुक् श्लू लुप् इति तिस्रः संज्ञाः प्रत्ययस्य लुक् श्लू लुपः इत्यनेन विहितः. इदानीं वदतु प्रत्ययलोपे प्रत्ययलक्षणम् इति कीदृशसूत्रम्? तदपि संज्ञासूत्रं भगिनि. किं संज्ञा विधीयते येन? विधिसूत्रं परिभाषा. एकं वदतु भगिनि, सर्वं षट्विधानि अपि वदति वा? चाय्स् इति समयेन वदति वा? किमर्थं परिभाषासूत्रम्? प्रत्ययलक्षणपरिभाषा किं परिभाषा तत्र अस्ति खलु भगिनि? तत्र परिभाषा इत्युक्ते किम्? स्वप्रमाणम् उत्तरं भगिनि सर्वदा. तत्र विधिः सूचयति खलु किं करणीयं, कथं करणीयम्, एतत् सर्वं विधिः सूचयति चेत् एतत् परिभाषासूत्रम्. तत् इत्युक्ते विधिसूत्रं किं करोति? विधिसूत्रं स्पष्टीकरणेन विधिः सूचयति, परन्तु तत्र परिभाषासूत्रं किं करणीयम्, एतत् कथं करणीयम्, एतत् सर्वम् आगच्छति चेत् परिभाषासूत्रमिति पूर्वं पठितवन्तः खलु भगिनि सन्धिविषये. अस्तु, अन्यवर्गे पठितवान्. विधिसूचयति चेत् विधिः सूचयति चेत् विधिः मीन्स् विधिः इत्युक्ते तत्र किं करणीयं, किं न करणीयम्, एतत् सर्वम् आगच्छति चेत् तत्र नियमाः सूचयति परिभाषासूत्रं. नियमाः सूचयति चेत् नियमसूत्रं नास्ति वा भगिनि? किञ्चित् किञ्चित् बुद्धिः अस्ति भगिनि. अस्तु, अन्येकोपि वदतु, अन्येकोपि वदतु परिभाषासूत्रं. यत्र नियमः नास्ति अनियमे नियमकारणीयस्ति अत्र. तद् नियमसूत्रं, क्षम्यतां, समीचीनम्. अतः प्रत्ययलोपे प्रत्ययलक्षणम् इति विधिसूत्रं वा परिभाषासूत्रं वा? प्रथमप्रश्नः पुनः. परिभाषासूत्रं, परिभाषासूत्रं, समीचीनं. न लुमताङ्गस्य इति विधिसूत्रमस्ति, कार्यं विधीयते, न लुमताङ्गस्य इति. किं कार्यं विधीयते तत्र? हा सारि, नियमसूत्रमस्ति पूर्वात् न विधिसूत्रमेव खलु महोदय? विधिसूत्रमेव, निषेधविधिः न, परन्तु भवान् एव उक्तवान् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य अपवादसूत्रम् अस्ति, तस्य बाधा करोति इति. अतः कथं विधि विधि एव भवति वा अथवा नियमः न जानामि, नियमः अपि विधि. तदपि परिभाषासूत्रम्, परिभाषासूत्रमेव, सूत्रद्वयमपि सहायकसूत्रमेव. यद् किमपि विधिसूत्रमस्ति तत्र सहायकरूपेण आगच्छति. अनियमे नियमकारिणी परिभाषा, यत्र नियमः स्पष्टं नास्ति तत्र आगत्य परिभाषासूत्रं सूचयति कार्यं करोतु, एतादृशं कार्यं करोतु, एतादृशं कार्यं करोतु इति यत्र वदति तदेव परिभाषासूत्रं. समीचीनम्. अनियमे नियमकारिणी परिभाषा, अतः प्रत्ययलोपे प्रत्ययलक्षणमपि परिभाषा, लुमताङ्गस्यापि परिभाषायाः निषेधसूत्रम्. अस्तु अस्तु, आं बाधकं बाधयति, एतदपि परिभाषा. आम्, सूत्रद्वयमेव एकप्रकारकम् अस्ति चेदेव तस्य बाधा कर्तुं शक्नोति महोदय, तद् एकः विशेषः केटगरी, एकः केटगरी एव भवति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन आश्रितं कार्यं स्यात् इति वदति. लुमता अङ्गस्य तत्र लुमता इति शब्दः अस्ति चेत् तद् निमित्तककार्यं न भवति इति वदति, तावदेव. तत्र अन्यत् किमपि तद् न सूचयति, अतः तद् विधिसूत्रं नास्ति. अस्तु अस्तु, अग्रे सरामः. विजया भगिनी भवती एव पठतु अदादिगणे. अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत्. लुमता शपः अदर्शनं जातम्, अतः धात्वाङ्गे शप् निमित्तिकम् अङ्गकार्यं न अर्हम्. इदानीमेव दृष्टवन्तः एतत् विषये. अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं लुक् अभवत्, अतः तत्र लुमता शपः इति सूत्रेण अदर्शनं जातं, तत्र लुक् भवति. अतः तत्र धात्वाङ्गे विकर्णप्रत्ययस्य कार्यं निमित्तिकम् अङ्गकार्यं तत्र न भवति. समीचीनं. साधारणतया सामान्यतया लुक् इत्यनेन अङ्गकार्यं न भवति इत्युक्ते तद् साधारणतया न भवति इत्युक्ते विशेषस्थलः अस्ति इति स्मर्तव्यम्. नूतनबिन्दुः पठतु भगिनि, अधुना नूतनबिन्दुः. अधुना नूतनबिन्दुः, यद्यपि शपः लुक् जातम्, अतः शप् निमित्तिकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं संज्ञायते. यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यम्. यथा अतो वृद्धिर्लुकि उतो हलि, उतो वृद्धिर्लुकि आं भगिनि, उतो वृद्धिर्लुकि हलि इति सूत्रं द्रक्ष्यामः. लुकः विषये हलादि पिति उदन्तङ्गस्य उत् उदन्त अङ्गस्य वृद्धिः पित् परे अस्ति, अतः गुणः भवति स्म, परन्तु गुणं प्रबाद्य वृद्धिः भवति अत्र अस्मिन् सूत्रे. लुक् अस्ति अतः अदादिगणे तस्य प्रसक्तिः, यथा यु योगः ति इत्युक्ते इ योगः, औ योगः ति यौति. अन्यत्र यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न, तत्र अस्य सूत्रस्य प्रसक्तिः न भवति. तर्हि सारांशः, अत्र यत् अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या आदर्शनं कृतं तया विशिष्टकार्यमपि भवति, यथा अत्र वृद्धिः भवति. प्रथमबिन्दु किं सूचयति चेत्, तत्र यत्र शप् निमित्तिकम् अङ्गकार्यं निषिद्धं, तत्र लुक् इति विषयः तत्र निमित्तिकं विशिष्टकार्यं सञ्जायते. प्रथमम् आदर्शं लोपः भवति, परन्तु तत्र अदादिगणे भवति, अदादिगणे तत्र लुक् भवति, परन्तु उतो वृद्धि लुकि हलि इति सूत्रं द्रक्ष्यामः चेत् तत्र एतत् सूत्रं प्रबाद्य गुणं प्रबाद्य तत्र वृद्धिः भवति. एतत् सूत्रस्य उदन्त अङ्गस्य किमर्थं चेत् तत्र हलादि पिति अस्ति, अतः गुणः अस्ति, परन्तु तत् प्रबाद्य वृद्धिः भवति. लुक् अस्ति अतः अदादिगणे तस्य प्रसक्तिः. अङ्गकार्यं तत्र विशिष्टकार्येण कार्यं करोति एतत् नूतनसूत्रेण. तत्र पूर्वम् एकं सूत्रं दृष्टवन्तः खलु भगिनि, तत्र तत्र युकारः अस्ति चेत् तत्र यु योगः ति, तत्र यौ इ योगः औ यौति इति तत्र वर्णमेलनम् एव खलु भगिनि, तत्र यौति इति यु कथम् औ यु कथं यकारः योगः औकारः इति भवति. तत्र उ इति उ एव तत्र औ इति भवति. उतो चेत् उतो इति एकं सूत्रमस्ति, पूर्वं दृष्टवन्तः. किं पूर्वं दृष्टवन्तः? न दृष्टवन्तः. उतो वृद्धिलुप्रहलि एव प्रथमवारं किल, लुक् इति लुक् इति अस्मिन् विषये प्रथमवारं किल. किं कथम् उकारः औकारः भवति? अत्र एव सूत्रमस्ति किल भगिनि, उतो वृद्धिर्लुकि हलि इत्यनेन. अस्तु अस्तु भगिनि, एतदेव उतो वृद्धिर्लुकि हलि इति सूत्रेण द्रक्षा चेत् तत्र वृद्धिः भवति, ऊस्थाने औकारः आगच्छति. तावदेव. अतः सामान्यतया लुक् इति वदामः चेत् अङ्गकार्यं न भवति, प्रत्ययनिमित्तिक अङ्गकार्यं न भवति, परन्तु विशिष्टस्थलमस्ति अस्मिन् अधादिगणे येन वृद्धिः भवति. एकः एव उदाहरणम् अत्र प्रदर्शितम्, अन्ये यदा वयं पठामः तत्र आगच्छति. उतो वृद्धिर्लुकि हलि लुक् इत्यनेन वयम् अवगन्तुं शक्नुमः, अत्र अस्मिन् गणस्य एव सूचना, क्षम्यतां, सङ्केतः इति, अदादिगणः इति. अतः यत्र अदादिगणे उतः इत्युक्ते उदन्त अङ्गः, उदन्त अङ्गस्य उकारः अङ्गे अस्ति, अङ्गस्य अन्ते अस्ति उदन्तः, तस्य वृद्धिः भवति यदा हलि परे अस्ति चेत्, हल् वर्णः परः अस्ति चेत् इति. तावदेव वदति. अस्य सूत्रस्य विषये अग्रे आगच्छति, परन्तु स्मर्तव्यं यत् तत्र विशिष्टकार्यमपि भवति, सर्वदा आश्रितम् अङ्गकार्यं न भवति इति न, केषुचित् स्थलेषु भवति अपि इति. अस्तु, धन्यवादः भगिनी. श्रीवल्ली भगिनी द्वितीयबिन्दुः पठति वा? आं भगिनि. अदादिगणे विकरणप्रत्ययः न दृश्यते, अतः धातोः साक्षात् परे तिङ् प्रत्ययाः विहिताः भवन्ति, यथा पायोगः अति पाति. प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता. एतावता धातुः कुत्रापि तिङ् प्रत्ययेन न प्रभावितः. द्वादिगणे, द्विवादिगणे, त्रिदादिगणे, स्वादिगणे, तनादिगणे, क्रादिगणे च धात्वङ्गे अङ्गकारस्य निमित्तं विकरणप्रत्ययः एव, परन्तु अदादौ न तथा. यथा इन् धातुः ई योगः ति एति, ई योगः तः इतः. सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ् प्रत्ययेन, तिङ् प्रत्ययाः परिवर्तन्ते अतः अङ्गकार्यमपि परिवर्तते. आं भगिनि, अदादिगणे विकरणप्रत्ययः न दृश्यते, अतः धातोः साक्षात् परे तिङ् प्रत्ययाः विहिताः. उदाहरणम् यथा पायोगः ति इति पाति इति रूपं भवति, विकरणप्रत्ययः नास्ति, लोपः भवति. एतावता प्रथमवारम् एतादृशी वयम् अवलोकिता. धातुः कुत्रापि तिङ् प्रत्ययेन न प्रभावितः, किन्तु द्वादिगणे, द्विवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्रादिगणे च वयं विकरणप्रत्ययः एव निमित्त अङ्गकार्यस्य अङ्गकार्यं भवति, परन्तु अदादौ तथा न भवति, किन्तु विकरणप्रत्ययः न दृश्यते इति कारणेन. उदाहरणं दत्तमस्ति, इन् धातु ई योगः ति एति इति रूपं भवति, सार्वधातुक अर्धधातोः गुणः भवति इति सूत्रेण एति, ई एति इति भवति, ई योगः तः इतः इति रूपं भवति. सो सारांशम् एव, यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ् प्रत्ययेन, विकरणप्रत्ययः नास्ति चेत् तिङ् प्रत्ययेन अङ्गकार्यं भवति, तिङ् प्रत्ययनिमित्तीकृत्य अङ्गकार्यमेव भवति. समीचीनं, तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यमेव भवति इति. अतः अङ्गमेव भिन्नरूपेण भवति इदानीं, तदेव अग्रिमप्रायः अग्रिमपरिचये अस्ति इति चिन्तयामि. यदा एतावता वयं दृष्टवन्तः, यदा विकरणप्रत्ययस्य मेलनं, धातुविकरणप्रत्ययोः मेलनं, तदाश्रित अङ्गकार्यम्, अतः अङ्गम् इत्युक्ते भिन्नरूपेण भवति. इदानीं तत्तु नास्ति एव अस्मिन् गणे, अतः अङ्गमेव, धातुः एव अङ्गं इति स्वीकरणीयम् अस्मिन् गणे. तदेव आगच्छति अग्रे. अग्रिमबिन्दुः अपि पठतु भगिनि. वयं जानीमः यत् दशधातुगणः विभक्ताः तिङ् प्रत्ययनिमित्तिकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम्. धातुगणः विभक्ताः तिङ् प्रत्ययनिमित्तिकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम्. येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. आं भगिनि, द्वे समूह अदन्तम् अङ्गं भवति चेत् प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति चेत् ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति, द्वे समूहे अदन्त अङ्गम् अनदन्त अङ्गम् इति पश्यामः. तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति, अपि च किमर्थम्? किन्तु विकरणप्रत्ययः नास्ति चेत् अतः प्रश्नः उदेति यत् अदादिगणः गणसमूहे कस्मिन् गणसमूहे अस्ति, अपि च किमर्थं सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः आम् सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः यथा वादौ शप् इति विकरणप्रत्ययः भू धातोः भव इति अङ्गम् अङ्गस्य अन्तिमवर्णः ह्रस्व आकारः शपः एव अन्तिमवर्णः अतः अङ्गम् अदन्तम् उदाहरणं वादिगणे भूधातोः विकरणप्रत्ययः शप् प्रत्ययः अस्ति इति चेत् रूपं भवा इति अङ्गं भवति भवा अन्तिमवर्णं ह्रस्व आकारः अस्ति अतः अङ्गम् अदन्तमङ्गम् इति उच्यते स्वादौ श्नु इति विकरणप्रत्ययः ची धातोः चिनु इति अङ्गम् अङ्गस्य अन्तिमवर्णः उकारः स्नोः एव अन्तिमवर्णः अतः अङ्गम् अनदन्तम् अनदन्त अङ्गस्य उदाहरणं स्वादिगणे विकरणप्रत्ययः श्नु अस्ति चि धातोः चिनु इति अङ्गम् अन्तिमवर्णः उकारः इति अङ्गम् अनदन्तम् अस्ति अधुना अदादौ कथं भवति विकरणप्रत्ययस्तु नास्ति एव तर्हि केन आधारेण अङ्गं ज्ञायते अङ्गम् अदन्तं वा अनदन्तं वा इति अत्र कथं निर्णीयते अत्र प्रश्नः उदेति अदादौ अङ्गं कथं भवति विकरणप्रत्ययेषु नास्ति एव इति कारणेन तर्हि केन आधारेण अङ्गम् अदन्तं वा अनदन्तं वा इति ज्ञायते इति निर्णीयते उत्तरं तु अस्माभिः प्रायः बुद्धमेव अदादौ धातुः एव अङ्गम् अतः धातोः यः अन्तिमवर्णः सः एव अङ्गस्य अपि अदादौ गणम् अङ्गं धातुः एव इति धातोः यः अन्तिमवर्णः सः एव अङ्गस्य अपि अदादौ अस् धातुः सकारान्तः अतः अङ्गमपि सकारान्तम् पा धातुः आकारान्त अतः अङ्गमपि आकारान्तम् यु धातुः उकारान्तः अतः अङ्गमपि उकारान्तम् अदादौ यथा धातुः तथा अङ्गम् अपि च अदादौ अकारान्तदातवः न सन्ति एव अतः सर्वाणि अङ्गानि अनदन्तानि अतः एव अदादिगणः द्वितीयसमूहे वर्तते अदादौ गणे धातोः धातोः अन्तिमवर्णः यः अन्तिमवर्णः चेत् सः एव अङ्गस्यापि उदाहरणानि अस् धातोः सकारान्तः पा धातुः आकारान्तः यु धातुः उकारान्तः इति अदादौ यथा धातुः तथा एव अङ्गम् अदादौ अकारान्तधातवः न सन्ति सर्वाणि अतः सर्वाणि अङ्गानि अनदन्तानि अतः एव अदादिगणः द्वितीयसमूहे वर्तते द्वितीयसमूहम् इति अनदन्तम् अनदन्त अङ्गम् इति वर्तते समीचीनं तत्र अकारान्तदातवः अदादौ अस्ति चेत् तदपि प्रथमगणसमूहे जायते किल अदन्त अङ्गम् इति कृत्वा तादृशं किमपि नास्ति अकारान्तदातुः एव अदादौ नास्ति इति कृत्वा तद् द्वितीयगणसमूहे अस्ति धातुसंज्ञा अङ्गसंज्ञा समानम् अदादौ धातुसंज्ञा निमित्तककार्याणि निमित्तककार्याणि किमपि अस्ति चेत् तद् भवति तद् पश्यामः बहवः विशेषदातवाः सन्ति अस्मिन् गणे तत्र किं कार्याणि भवन्ति इति पश्यामः धन्यवादः भगिनी राजेन्द्रमहोदय चतुर्थबिन्दुः पठति वा आम् आं भगिनि तिगन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः अजन्तदातवः हलन्तदातवः च अधुना अजन्तधातूनां तिगन्तरूपाणि साधयामः अदादिगणे हलन्तधातूनां कृते प्रथमतया हलसन्धिः प्रश्नीयः साधारणभाषाज्ञानार्थं यः हलसन्धिः सः तु न पदस्य व्युत्पत्त्यर्थं हलसन्धिः। अस्माकं पाठे अप्रेषु गणेषु हलन्तदातवः आसन्, परन्तु एतावता धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति, अतः अङ्गतिङ् प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातं, हल् सन्धेः च अवसरः न जातः। दिवादिगणे य य स्वादिगणे नु क्रियादिगणे न च विकरणप्रत्ययः स्वयं हलादिः, अतः हलन्तदातुः हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति। इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं न तु सन्धिः। तिङन्तपदानां सिद्ध्यर्थं तत्रादिगणे वर्गद्वये विभक्ताः, अजन्तदातवः अपि च द्वितीय हलन्तदातवः। अधुना अजन्तधातूनां तिङन्तरूपाणि साधयामः अस्मिन् कल्पते। अजन्तधातूनां विवरणमेव अस्ति। अदादिगणे हलन्तधातूनां कृते प्रथमतया अस्माभिः हल् सन्धिः पठनीयः, यतोहि साधारणभाषाज्ञानार्थं यः हल् सन्धिः स तु न पदस्य व्युत्पत्त्यर्थं हल् सन्धिः पदस्य व्युत्पत्त्यर्थम् अर्थं यः हल् सन्धिः आवश्यकः अस्ति तस्य पठनं भवेत्। अस्माकं पाठे अप्रेषु गणेषु हलन्तदातवः आसन्, अन्येषु गणेषु यः यावत् अस्माभिः इदानीं पठितम् आसीत् तत्र हलन्तदातवः आसन्, परन्तु एतावता धातु तिङ् प्रत्ययं मध्ये विकरणप्रत्ययः भवति स्म, तत्र विकरणप्रत्ययः आसीत् तत्कारणात् तत् विकरणप्रत्ययः सर्वे अजन्ताः सन्ति, अतः अङ्गतिङ् प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातं, तत्र हल् सन्धिः अवसरः न आसीत् यतोहि तत्र अजन्तदातवः आसन्, तत्कारणात् तत्र अङ्गतिङ् प्रत्ययोः संयोजने तत् हल् हल् मेलनं न जातं, हल् सन्धेः च अवसरः न जातः। एतावता दिवादिगणे य स्वादिगणे नु क्रियादिगणे न च विकरणप्रत्ययः स्वयं हलादिः, अतः हलन्धातु हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति, अत्र कोऽपि हल् सन्धि अवसरः न आसीत् इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं न तु सन्धिः आसीत् एतावता। समीचीनं। यदा वयं पूर्वं प्रवेश वा अग्रे वा दृष्टवन्तः तत्र पदान्तहल्सन्धिः दृष्टवन्तः, यद् इदानीं वयं द्रक्ष्यामः तत्तु अपदान्तहल्सन्धिः, शब्दस्य व्युत्पादनार्थं यद् हल्सन्धिः भवति तद् तस्मिन् विषये किञ्चित् भेदः अस्ति, नूतनसूत्राणि सन्ति तद् द्रक्ष्यामः। यदा वयं एतावता यद्वयं दृष्टवन्तः तत्र तु यदा विकरणप्रत्ययः हलादिः अस्ति, यदा नु इति स्वादिगणे नु इति स्वीकुर्मः, शक् योगः नु इत्युक्ते तत्र वर्णमेलनमेव दृष्टवन्तः, किमपि सन्धिकार्यम् एतावता वयं न दृष्टवन्तः, तदेव द्रक्ष्यामः अग्रे। परन्तु अस्मिन् करपत्रे केवलम् अजन्तदातवः विषये एव। अग्रिमपरिच्छेदः अपि पठतु महोदय। अस्तु भगिनि, एकः संशयः तत्र अस इति अस्ति, अस्ति स्तः सन्ति इति अदादिगणे, परन्तु तत्र अधभक्षणे इति तत्र अपि धातु अस्ति खलु भगिनि, अध तत्र अङ्गम् अन्तिम अङ्गम् अकारः एव खलु, धातुः अध तृतीयदकारः अधभक्षणे इति अस्ति धातुमालामध्ये, तत्र अदादौ अकारान्तदातवः न सन्ति एव, अतः सर्वाणि अङ्गानि अनदन्तानि इति तत्र दत्तम्, अतः एव अदादिगणः द्वितीयसमूहे अस्ति इति। परन्तु तत्र अधभक्षणे इति धातुमाला मध्ये अस्ति अध, तत्र धातुः अध एव अस्ति चेत् तत्र उपदेशे अकारः लुप्यते. वदतु महोदय. अन्नासिक अकारः अस्ति अतः तस्य लोपः भवति. अध इति अस्ति अत्र चन्द्रबिन्दुः नास्ति यद्यपि चन्द्रबिन्दुः अस्ति. अत् इति एव धातुः अवशिष्यते. अधः अतः अदन्ति इति आगच्छति. समीचीनं. तत् परन्तु तत्र अध इति एव धातु खलु भगिनि? आं भगिनि, भवान् किम् उक्तवान्? हलन् उपदेशे अनुनासिक इत् इति प्रथमसूत्रमस्ति इत्संज्ञापकरणे. हलन्तमित्यनेन लोपः भवति. अध इति अस्ति अकार अनुनासिकवर्णः अस्ति, तस्य लोपः भवति इत् इत् भूत्वा. अतः अध एव अवशिष्यते लौकिकधातु. अध इति मूलधातुः, अद् इति अद् दकारान्तम् अस्ति, दकारान्तधातुः. अद्योगः ति अद्योग अनन्तरम् अस्माकं हल्सन्धिः भवति, अत्ति इति रूपम् आगच्छति. धन्यवादः. अवगतं वा? आं भगिनि. आं महोदय. अदादिगणे, अदादिगणे यथा वच् धातुः अस्ति तत्र साक्षात् परे ति आयाति, वच् योगति वक्ति. अत्र चकारः ककारः जातः, विषयः च. प्रश्नः अस्ति वा कोऽपि? विषयः च हल् सन्धिः इति. जुहोत्यादिगणे रुदादिगणे च अपि चापि तत्तादृश हल् सन्धेः विषयः आयाति. अतः प्रथमं अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यन्ते, तदा जुहोत्यादिगणस्य अजन्तदातवः. परं हल् सन्धिः इति विषयः परिशीलनीयः. अनन्तरम् अदादिगणस्य जुहोत्यादिगणस्य रुदादिगणस्य च हलन्तदातवः अवलोकनीयाः. रुदादिगणे अजन्तदातवः न सन्ति एव. अदादिगणे एकम् उदाहरणम् अस्ति, वच् धातुः अस्ति अदादिगणे, तत्र यथा वच् योगति तथा चकारान्त धातुः अस्ति, तत्कारणात् तत् अनन्तरं हलन्त हलादिप्रत्ययः आगच्छति, ति आगच्छति, तत्कारणात् तत्र चकारस्य सन्धिं भूत्वा ककारः आगच्छति. एकं सूत्रेण तत्र ककारः आगच्छति, वच् योगति अत्र वक् योगति वक्ति, वक्ति निष्पन्नं भवति. अत्र चकारः ककारः जातः, विषयः च हल्, तत्तु हल् सन्धि वदामः, तत् हल् सन्धि अभवत्. जुहोत्यादिगणे रुदादिगणे च अपि तादृश हल् सन्धेः विषयः आयाति एव. अतः प्रथमम् अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यन्ते, तदनन्तरं जुहोतादिगणस्य ये अजन्तदातवः सन्ति तत् करिष्यामः. परं हल् सन्धि इति विषयः परिशीलनीयः, यतोहि हल् सन्धिविषये अस्माभिः ज्ञानं नास्ति, तत्कारणात् तत् हल् सन्धिः विषये परिशीलनीयः. अनन्तरम् अदादिगणस्य जुहोत्यादिगणस्य रुदादिगणस्य च हलन्तदातवः अवलोकनीयः. रुदादिगणे अजन्तदातवः न सन्ति एव, तत्कारणात् तत् हल् सन्धि पठनीयं. तदनन्तरम् अदादिगणे ज्योत्यादिगणे अपि च रुदादिगणे ये हलन्त दातवः सन्ति, तेषां कथं निष्पन्नं भवति तत्र परिशीलयामः. समीचीनं महोदय. क्रमः, केषां क्रमेण अस्माकं पाठः अनुवर्तते, केन क्रमेण इति दत्तमस्ति, तावदेव. अस्तु, धन्यवादः महोदय. रघुपतिमहोदय पठति वा? आम्, पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमं सोपानमस्ति विकरणतथ्यनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणतथ्योः मेलनं. द्वितीयं तिङ्प्रत्ययसिद्धिः. तृतीयं तु तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनम्. वयं दृष्टवन्तः त्रीणि सोपानानि. प्रथमं तु विकरणतथ्यनिमित्तिक अङ्गकार्यमस्ति, अनन्तरं धातुविकरणप्रत्यय मेलनं तदङ्गं भवति. तिङ्प्रत्ययसिद्धिः अनन्तरं तिङ्प्रत्ययनिमित्तिक अङ्गकार्यम् अङ्गतिङ्प्रत्ययोः मेलनमिति त्रीणि कार्याणि. विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं प्रथमं, विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. कुत्रापि किमपि कार्यं नास्ति यतः शप् विकरणप्रत्ययस्य लुक् भवति, अतः शप् न दृश्यते, न वा अङ्गकार्यनिमित्तं भवति. अत्र अदादिगणे शप लुक् भवति, अतः प्रथमसोपानं नास्ति विकरणप्रत्ययनिमित्तिक अङ्गकार्यं अथवा मेलनम् इति नास्ति, प्रथमसोपानं नास्ति. तिङ्प्रत्ययसिद्धिः द्वितीयमस्ति, पठनीयम् अग्रे भगिनि. तत्र किमपि अस्ति महोदय, अदादिगणे अङ्गम् अनदन्तम्. हा अस्तु, पठन्तु. तिङ्प्रत्ययसिद्धिः अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययः भवन्ति. धातुद्वयस्य दरिद्र जागृ कृते विशेषकार्यं वर्तते. अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति तत्रैव इदं कार्यं प्रदर्शयिष्यते. तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं तत्र यथा सर्वेषां धातूनां कृते सिद्धतिङ्प्रत्ययाः तथा अत्रापि, अतः अदादिगणे सिद्धतिङ्प्रत्ययाः एते एव. अत्र अनदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययः भवन्ति अस्ति. अत्र धातुद्वयं विहाय धातुद्वयमस्ति, दरिद्रापि जागृ एतयोः तयोः कृते विशेषनियमाः वर्तन्ते. अन्यत्र अनदन्त तत्र सर्वेषां धातूनां कृते सिद्धतिङ्प्रत्ययः वयं दृष्टवन्तः अनदन्त अङ्गानां, तत्रापि अत्रापि तथैव अस्ति. अतः अदादिगणे सिद्धतिङ्प्रत्ययानां तिङ्प्रत्ययः एते, तीतः अन्ति, सीतः थ मि वहमः इति परस्मैपदी. अत्र ति सि मि इति पित् अस्ति, अत्र गुणः भवितुमर्हति. अन्यत् अपित् अस्ति, अपित् हलादि पित् अस्ति, ति सि पि मि. आत्मनेपदी लट्लकारे ते आते अते से आते द्वे ए वहे महे. अत्र सर्वाणि सर्वे प्रत्ययाः अपित् सन्ति, अपितः अपितः सन्ति, अपितः. अग्रे लोट्लकार तु तु अथवा तात् ताम् अन्तु हि अथवा तात् तं ता आनि आव आम. अत्रापि यत् स्थूलक्षरे लिखितमस्ति तत् गुणः भवितुमर्हति. तत्र आत्मनेपदे ताम् आताम् अताम् अस्तु, स्व आथां द्वम् ऐ आवहि आमहि. लङ्लकारे त ताम् अन् स तं त अं वाम. आत्मनेपदे त आताम् अता थाः आथां द्वम् इ वहि महि. विधिर्लकारः यात् यातां युः, याः यातं यात, यां यावयाम. अपि च आत्मनेपदि ईत् इयाताम् ईरन्, ईताः इयाथाम् ईध्वम्, इय ईय ईवहि ईमहि इति. समीचीनं. यदा वयं पूर्वं दृष्टवन्तः क्रयादिगणे वा तादृशमेव अस्ति, परन्तु स्थलद्वये धातुद्वये दरिद्रा जागृ इत्र कश्चन विशेषकार्याणि सन्ति, कानिचन विशेषकार्याणि. तत्र वयं पश्यामः किम् अस्ति आगच्छति इति. अथवा सामान्य एव यदा अनदन्ताङ्गेषु सिद्धतिङ्प्रत्ययः आसीत् तादृशम् एव. अस्तु, स्थूलाक्षरैः यदा महोदय उक्तवान् तत्तु उपितः अस्ति, यदा स्मर्तव्यम् अत्र विकरणप्रत्ययनिमित्तिककार्याणि एव नास्ति, परन्तु अस्माकं सिद्धतिङ्प्रत्ययनिमित्तिककार्याणि तु भवति एव. यदा त्यप् इति स्वीकुर्मः तत्र गुणः भवति चेत् तत्तु भवति एव, तस्य बाधा किमपि नास्ति. विकर्णप्रत्ययनिमित्तिकाङ्गकार्यमेव न भवति. अस्तु, अरुणा भगिनी पठति वा अग्रे. भगिनि, तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ् प्रत्ययोः मेलनम्. अत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति. अष्टप्रकारकाः अजन्तदातवः सन्ति. अदादिगणे षट्, यतः आकारान्तदातवः रूकारान्तदातवः च न सन्ति. अत्र दत्तं पठितवन्तः प्रथमं त्रि सोपानि अस्ति सार्वधातुकलकारेषु क्रियापदनिर्माणसमये. विकरणप्रत्ययनिमित्तकार्यं तिङ्प्रत्ययसिद्धिः, तिङ्प्रत्ययनिमित्तकम् अत्र अधुना तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदेव वयं पठितवन्तः. पठिष्यामः यत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति वयं जानीमः. अष्टप्रकारक अजन्तदातवः सामान्यतः अस्ति, परन्तु अदादिगणे षट् अजन्त षट् प्रकारक अजन्तदातवः सन्ति. किमर्थमित्येत् अकारान्तदातवः रूकारान्तदातवः च न सन्ति. तदेव अन्ये किम् इति वदन्ति वा भगिनि? अदा षट् प्रकारकाः के इति? अकारः, अकार, आकार, अकारः नास्ति, अकारः नास्ति, अतः दीर्घरुकारः अपि नास्ति. आकारः, आकारः, इकार, ईकार, उकार, उकार, ऋकार. ऋकारः तु नास्ति एव. ऋकार, ऋकारान्तदातवः नास्ति. एजन्ताः, एच्, एच् प्रत्याहार इति षट् प्रकारकाः. सर्वदा अष्टप्रकारकाः सन्ति. अकारः, ऋकारः विहाय इदानीम् अदादिगणे षट् प्रकारकाः. आ, इ, ई, उ, ऊ, एजन्ताः. ऐ, ओ, औच्. करपत्रे ऋकार एव अस्ति, तथा ह्रस्वऋकार अस्ति इति अहं चिन्तयामि. सामान्य आकारान्तदातवः चतुर्दश दातवः सन्ति. ते या वा भाष्णा श्राद्रा सा पारालादाख्या प्राम. आकारान्तदातवः तु पञ्चदश सन्ति. तत्र सामान्य यद् भवति इदानीं पठितवती चतुर्दश. दरिद्रा इति धातुः विशेष आकारान्तदातुः अस्ति. सामान्यतया पञ्चदश, परन्तु दरिद्रा इति विशेषदातवः तथा न दातम्. समीचीनं, पठतु भगिनि. लङ् शाकटायनस्यैव शाकटायन किं भगिनि? लङ्गः शाकटायन, लङ्गः शाकटायनस्यैव त्रिपा तृतीय तृतीय अध्याये चतुर्पादे एकादश अधिक एकशतसूत्रम्. आकारन्त अत् धातोः लङि जेः जुष् आदेशः भवति शाकटायनस्य मतेन. शाकटायनः कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वम्. अनेन परस्मैपदे लङि प्रथमपुरुष बहुवचने विकल्पेन अन् उः इत्येतयोः तिङ्प्रत्ययोः भवतः. लङ् षष्ट्यन्त्यं, शाकटायनस्य षष्ट्यन्त्यम् एव अव्ययपदं त्रिपदविधं सूत्रम्. आतः इति सूत्रस्य अनुवृत्तिः जेर्जुष् इत्यस्मात् झेः जुष् इत्यनयोः अनुवृत्तिः. धातोः इत्यस्य अधिकारः पञ्चम्यन्तम् एकपदमिदं सूत्रम्. अत्र आतः धातोः अस्मिन् सूत्रे आयाति. अनुवृत्तिसहितसूत्रं शाकटायनस्य एव मते. लङ्गः आतः धातोः जेः जुष् अत्र सूत्रमस्ति आकारान्तधातुः विषये लङ्लकार लङ् साकटायनस्य लङ्गः साकटायनस्य सूत्रमस्ति अत्र सूत्रं वदति आकारान्तधातोः लङ्गि झेः जुषादेश भगिनि लङ् लकारे झे इति प्रथमपुरुष बहुवचन अत्र समीचीनं जुष् आदेशः भवति भवति शाकटानस्य मतेन शाकटानयकः इति प्रश्नः उदेति चेत् कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वमेव अनेन परस्मैपदे लङ्गि प्रथमपुरुष बहुवचने विकल्पेन अन् उहु इत्येतयोः लिङ् प्रत्ययोः भवतः तिङ्प्रत्ययोः भवतः अनुवृत्तिसहितसूत्रं शाकटायनस्य एव मते लङ्गः आतः धातोः जेः जुष् भगिनि अन् कि प्रत्यय कुत्र आगच्छति भगिनि तत्र एव भवती यदा उक्तवती लङ्गि साधारणतया बहुवचने किं प्रत्ययः कः प्रत्ययः अस्ति सिद्धप्रत्ययः तत्र उपरि एव पश्यतु तत्र सिद्धप्रत्ययः अस्ति किल प्रथमपुरुष बहुवचनप्रत्ययः कः न न सिद्धप्रत्ययः अन् एव अस्ति किल विकल्पेन इति उक्तवान् यत्र यत्र वैयाकरणानां नाम दीयते पाणिनेः सूत्रेषु तत्र पाणिनेः मतम् एकः अन्यवैयाकरणानां मतः एकः बहुत्र आगच्छति शाकटायनः इति एकः एव अन्यवैयाकरणानां नाम अपि आगच्छति तत्र यदा लङ्गः शाकटायनस्य इव इति सूत्रं वदति तत्र कुत्रापि वयं न द्रष्टुं शक्नुमः वा विकल्पेन किमपि नास्ति परम् अन्यतरस्याम् इति किमपि न उक्तवन्तः अनुवृत्तिसहितसूत्रमपि एकवारं पठतु भगिनि अनुवृत्तिसहितसूत्रं शाकटायनस्य एव मते लङ्गः आतः धातोः जेः जुष् तावदेव तत्र किमपि न उक्तं विकल्पेन भवतु अन्यतरस्यां भवतु किमपि नास्ति परन्तु वयम् अवगन्तुं शक्नुमः व्याख्यानं किमपि पठित्वा तत् यदा शाकटायनस्य मतेन एकः रूपम् आगच्छति चेत् अन्यमतेन पाणिनेः मतः भिन्नम् तस्य मतं भिन्नम् इति वयम् अवगन्तुं शक्नुमः अतः रूपद्वयं यत्र कुत्रापि यस्मिन् कस्मिन्नपि सूत्रेषु वैयाकरणस्य नाम अस्ति चेत् अनुवृत्तिसहितसूत्रेषु वा विकल्पेन अन्यतरस्यां किमपि नास्ति चेत् वयम् अवगन्तुं शक्नुमः तदापि तत्र मतद्वयम् अस्ति पाणिनेः मतम् एकम् अन्यवैयाकरणानां मतम् एकम् आधारः फार् रेस्पेक्ट् इति वदामः किल अतः सः तदपि अष्टाध्याय्यां इन्क्लूड् कृतवान् लङ्गः शाकटायनस्य एव तस्य मतेन उहु जुस् भवति जेः स्थाने जुस् इति आदेशः अग्रे आगच्छति जुस् कथम् उहु इति भवति इति पाणिनेः मतेन अन् इति सिद्धप्रत्ययः लङ्गः बहुवचने अवगतं अभवन् इति अस्ति चेत् तत्र अभवन् स्थाने परन्तु भू धातुः कस्मिन् गणे अस्ति भगिनि भू धातुः इदानीम् अभवत् इति अस्मिन् सूत्रस्य प्रसक्तिः अदादिगणे एव इदानीं पर्यन्तं लङ्गः शाकटायनस्य एव अग्रे आगच्छति चेत् वयं द्रक्ष्यामः अदादिगणीय किमपि धातुः स्वीकरोतु तत्र अस्य सूत्रस्य प्रसक्तिः भुवादिगणे अस्य सूत्रस्य प्रसक्तिः समीचीनम्, आकारान्तधातुः भवेत्, अदादिगणे भवेत्, अदादिगणे इति न दत्तं परन्तु वयम् अवगन्तुं शक्नुमः, आकारान्ताद् लङि जेः जुत् आदेशः भवति इति. आकारान्तः अनन्तरं क्षम्यतां लङ् लङ् भवेत् प्रत्ययः, तत्र जुस् इति आदेशः भवति. भगिनि एवमपि चिन्तितुं शक्नुमः यतोहि तादृशी प्रयोगः तस्मिन् काले आसीत् तथा तत्र पाणिनि तदपि सूत्रपि तत्र योजितवान्. आम् आं महोदय, तस्मा पाणिनेः पूर्वमेव वैयाकरणाः आसन् किल, ते तु प्रायः यदा भवान् उक्तवान् प्रयोगः आसीत् यदा पाणिनिः तदपि अहम् इन्क्लूड् करोमि इति कृतवान्. आम्, कैयटः इति अन्यत् किमपि सूत्रमपि वयं पठितवन्तः, कैयटः मतेन शाकल्यः अग्रे अस्ति. आम्, समीचीनं. भगिनि अत्र अदादिगणे इति न दत्तमस्ति खलु, कथं सर्वत्र भवति वा, सर्वत्र भवति वा एतत् आकारान्तधातुः यत्र कुत्रापि भवति प्रत्ययः नास्ति तदेव विषयः. समीचीनम्. अरुणा भगिनी भवती एव वदतु अस्य सूत्रस्य प्रसक्तिः परस्मैपदी आत्मनेपदी द्वयोः स्थलयोः भवति वा? परस्मैपदी एव अत्र दत्तं भगिनि, अनेन परस्मैपदे लङ्. किमर्थं आत्मनेपदी न भवति? लङ् लङ् प्रथमपुरुष बहुवचन अत्र कः सिद्धप्रत्ययः अप अत, परन्तु अस्माकं मूलप्रत्ययः तत्र जेः नास्ति किल, जी प्रत्ययः नास्ति, जेः इति षष्टि. समीचीनं. अतः परस्मैपदी लङि प्रथमपुरुष बहुवचनं रूपद्वयम् अन् उहु इति भवति. समीचीनं, धन्यवादः भगिनि. विजया भगिनि अग्रिम पठति वा? आम्, उस्य पदान्तात्. आं भगिनि, उस्य पदान्तात् अपदान्तात् अकारात् उसि प्रत्ययपरे पूर्वपरयोः पररूपम् एकः आदेशः भवति. आद्गुणस्य अपवादः अवा योगः उः इत्युक्ते औ योगः उः औः इति पदं तत्र निष्पन्नं. न पदान्तम् अपदान्तम् तस्मात् अपदान्तात् उसि सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं त्रिपदमिदं सूत्रम्. आदुगुणः इत्यस्मात् आत् इत्यस्य अनुवर्तिः, युहो यनचि इत्यस्मात् अचि इत्यस्य अनुवर्तिः अनुवर्तते अत्र, यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता. येङ्गि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवर्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवर्तिसहितसूत्रम्. अपदान्तात् आत् आचि उसि एकः पूर्वपरयोः पूर्वरूपं संहितायां पररूपं भगिनि पूर्वपरयोः पररूपं संहितायां वदतु भगिनि. तत्र उस्य पदान्तात् अपदान्तात् अकारात् उसि प्रत्ययपरे अस्ति चेत् परे पूर्वपरयोः पूर्व पररूपम् एकः आदेशः भवति. तत्र आदुगुणस्य अपवादः अस्ति, आदुगुणः उकारः स्थाने ओकारः आगच्छति आदुगुणस्य, परन्तु तत्र गुणः न गुणस्य अपवादः अस्ति तत्र. अवा योगः उः तत्र औ इति भवति, अव्योगः उः अवुः इति एव तत्र पूर्वरूपम् आदेशः एकः आदेशः भवति. न पदान्तम् अपदान्तम् इति तत्र नञ्जुतत्पुरुषः सूचयति, तस्मात् अपदान्तात् इति उसि शब्दन्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदमनुसूत्रम् आदुगुणः हात् इत्यस्य अनुवृत्तिः तत्र इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवर्तते अत्र. यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता. येङि पररूपं पररूपम् इत्यस्य अनुवृत्तिः तत्र एकनिमिषम्. अवायोगः उः इति अस्ति किल, तत्र कथम् एतत् सूत्रं कार्यं करोति इति वदतु. तत्र अत्र प्राप्तिः अस्ति खलु भगिनि? न तद् तत्र किमपि नास्ति. कथम् उः आगच्छति? उः इति तत्र लङ्घः शाकटायनस्येव तत्र एतत् सूत्रमेव तत्र सूचयति उः इति आयोः. समीचीनम्. तद् नास्ति, मम प्रश्नः भिन्नः भगिनी, शृणोतु. अवायोगः उः इति अस्ति, अनन्तरम् अव्योगः उः इति भवति किल, तत्र कथम् उस्य पदान्तात् कार्यं करोति? असि प्रत्यये परे अस्ति चेत् पूर्वपरयोः एकः एव पररूपम् एकः एकः पररूपं भवति. पररूपम् अत्र उः एव. समीचीनम्. पूर्ववर्णः कः? आकारः, दीर्घ आकारः. पररूपम् उः, तद् कृत्वा रूपं किम्? उः. तत्र भगिनी करपत्रे अपदान्त अकारात् इति दत्तमस्ति, आकारात् इति करेक्षन् दीर्घ आकारः प्रथमवाक्यम् अपदान्तात् अकारात् इति अस्ति. अन्येषु भवति आकारात् इति एक आकार. न परन्तु यदा वयम् अन्ये पश्यामः अन्यत्र अपि तत्र अकारात् आकारात् अनन्तरं यदि उत् अयं शब्दः आगच्छति तर्हि पूर्वपरयोः एकः पररूप एकादेशः उकारः भवति इति अस्ति. अस्मिन् सूत्रस्य आकारस्य एव ग्रहणम् इति नास्ति. अनुवृत्तिसहितसूत्रम् अपदान्तात् आत् अचि उसि एकः पूर्वपदयोः पररूपं संहिता ईजण्ट् इट् आत् इति आत् इत्यस्य अनुवृत्तिः आत् इति सपरकरणं नास्ति वा? अपदान्तात् अवर्णात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति इति स्मर्तव्यम्. भगिनी अत्र आद्गुणः इत्यस्मात् अस्ति तत्र अनुवर्ति आत् इति, अतः तत्र अकारान्त एव अवर्णात् एव अवर्णात् एव अवर्णात् आद्गुणः इत्यस्मात् आत् इति अनुवर्तते, तत्तु समीचीनमेव. अतः अकार एव तत् आत् अकारः एव. अपदान्त अवर्णात् उत् शब्दे परे पूर्वपरयोः एकः पररूप एकादेशः अस्ति इत्येव दत्तमस्ति. अवर्णः एव न तत्र तपरकरणं नास्ति. सूत्रपाठः आद्गुणः अष्टादय.com मध्ये अवर्णात् एव अत्रापि करपत्रे अपि अकारः एव. आम्, आद् अचि पूर्वपरयोः एकः गुणः. आद् गुणः इत्यत्र आकारस्य एव भवति वा न किल भगिनि? अकार आकारयोः भवति एव किल आद् गुणः आदेशः? तत्र तदेव आगच्छति पुनः अत्रापि. अस्मिन् सूत्रे प्रयुक्तः आत् अयं शब्दः अकारस्य पञ्चमी एकवचनम् अस्ति. अत्र तपरकरणं नास्ति, यतः आकारस्य तपरकरणं भवितुं न अर्हति. समीचीनप्रश्नः भगिनि. आं भगिनि, अवर्णात् एव आत्यनेन पञ्चमी एकवचनं सूचितमस्ति. अकारस्य पञ्चमी एकवचनं, आकारस्य तपरकरणं भवितुं न अर्हति. सम्यक्. धन्यवादः. अतः अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम् अस्ति. तत्र एकादेश पररूप एकादेशः भवति इति सूत्रं वदति. अन्यत्र सन्धिः एव भवति. एङि पररूपम् अस्ति चेत् तत्र मध्ये अवग्रहमपि अवग्रहचिह्नमपि आगच्छति वा भगिनि? तद् अनुवृत्तिरूपेण एव आगच्छति भगिनि. अत्र अस्य सूत्रस्य महत्त्वं नास्ति किल. अस्तु, अग्रे सरामः. श्रीवल्ली भगिनी पठति वा? एकं रूपं साधयामः, प्रायः निमिषत्रयमस्ति. आम्, श्रीवल्ली भगिनि, अन्यत्र सन्धिः एव भवति. आं भगिनि, अन्यत्र सन्धिः एव भवति. यथा वा धातुः वा योगः अन्ति, अकः सवर्णे दीर्घः, वान्ति अवा योगः अन् अवान् इति भवति. सो अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. लटि एव वदतु भगिनि, अग्रिमसप्ताहे लौटि कुर्मः. वा धातुः एव स्वीकरोतु. वा धातुः परस्मैपदे परस्मैपदं रूपाणि. वा धातुः योगः ति, वाति पित् अस्ति, परन्तु आकारान्तधातुः इति वाति इति रूपं. तः वातः, वा योगः अन्ति, वान्ति वान्ति सवर्णदीर्घः, अकः सवर्णदीर्घः इति सूत्रेण वान्ति इति रूपं भवति. वायोगः सि, वासि. वायोगः थः, वाथः. वायोगः थ, वाथ. वायोगः मि, वामि. वायोगः वः, वावः. वायोगः मः, वामः. समीचीनम्. किमपि कार्यं नास्ति, एकस्मिन् स्थले एव तदपि सन्धि सन्धिकार्यमेव. अन्ते एव वर्णमेलनमेव खलु भगिनि? आम् आं भगिनि, केवलं वर्णमेलनमेव भवति. अस्तु, अत्र अस्य वा इत्यस्य एव लोटि लङि विधिलिङ्गि चिन्तनं कुर्वन्तु. अनन्तरं घा इति आत्मनेपदी धातुः अस्ति, तत्रापि लोटि लटि लोटि लङि विधिलिङ्गि किं भवति इति चिन्तनं कुर्वन्तु. यत्र रूपद्वयं भवति तस्य किञ्चित् अवधानं ददातु. लङ्घः शाकटायनस्य कुत्र भवति इति. अनन्तरम् अग्रिमसप्ताहे दरिद्रा धातुः, तस्य रूपं वर्गे एव साधयामः. तत्र विशेषकार्याणि सन्ति. अकारान्तधातु विहाय, आकारान्तधातु विहाय यद् यद् किमपि अग्रे आगच्छति सर्वत्र विशेषकार्याणि सन्ति एव. अस्तु, समीचीनम्. अस्तु, अद्य समापयामः वा? धन्यवादः, धन्यवादः, धन्यवादः भगिनि, नमस्कारः.